द्वाविंशखण्डः विनर्दिसाम्नावृणे पशमिति अग्निः उद्गीतो अनिरुक्तः प्रजापतेः निरुक्तः सोमस्यं मृदुश्लग्नं वायुश्लग्नं बलदीन्द्रस्य क्रौञ्चं बृहस्पतिः अपध्वान्तं वरुणस्य तान् सर्वाणि उपसेवेत वारणं तु वर्जयेन् सामोपासनप्रसङ्गीनां गानविशेषादिसम्पद् उद्गतुः उपदिश्यते फलविशेषसम्बन्ध विनर्दि विशिष्टो नर्दः स्वरविशेषः ऋषभकूजितसमूहस्य अस्तीति विनर्दिगानमिति वाक्यशेषः तच्च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्निदेवत्यं च उद्गीतः उद्गानं तदहम् एवं विशिष्टं वृणे प्रार्थयति कश्चिद् यजमानः उद्गातः वा मन्यते अनिरुक्तः अमुकसमः इति अविशेषितः प्रजापतेः प्रजापतिदेवत्यः स गानविशेषः आनिरुक्त्या तु प्रजापतिः निरुक्तः स्पष्टः सोमस्य सोमदेवत्यः स उद्गीतः इत्यर्थः मृदुश्लक्ष्णं च गानं वायोः वायुदेवत्यं तत् श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपेतं च इन्द्रस्य ऐन्द्रं तद्गानं क्रौञ्चं क्रौञ्चपक्षिणा समं बृहस्पतेः बारहस्पत्यं तत् अपध्वान्तं भिन्नकांस्य स्वरसमं वरुणस्य एतद्गानं तान् सर्वानेव उपसेवेत प्रयुञ्जीत वारणं तु एव एकं वर्जये अमृतत्वं देवेभ्यः आगायानेति आगायेत् स्वधां पितृभ्यः आशां मनुष्येभ्यः तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायाम् अन्नम् आत्मनः आगायानेति एतानि मनसाध्यायेन अप्रमत्तः अस्तु वीतम् अमृतत्वं देवेभ्यः आगायानि साधयामि स्वधां पितृभ्यः आगायामि आशां मनुष्येभ्यः आशां प्रार्थनां प्रार्थितम् इत्येतत् तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानाय अन्नम् आत्मने मह्यम् आगाय इति एतानि मनसा चिन्तयन् ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत् सर्वेश्वरः इन्द्रस्य आत्मनः सर्व ऊष्माणः प्रजापतेः आत्मनः सर्वे स्पर्शा मृत्युः आत्मनः तं यदि स्वरेषु उपालभेत इन्द्रगं शरणं प्रपन्नमभुवं सत्त्वा प्रतिवक्षति इति एनं ब्रूयान् सर्वेश्वराः कालादयः इन्द्रस्य बलकर्मणः प्राणस्य आत्मानः देहावयवस्थानीयः सर्वे ऊष्माणः शशसहादयः प्रजापतेः विराजः कश्यपस्य वा आत्मानः सर्वे स्पर्शः कादयो व्यञ्जनानि मृत्योः आत्मानः तम् एवंविधम् उद्गातारं यदि कश्चिन् स्वरेषु उपालभेत स्वरः त्वया दुष्टप्रयुक्त इति एवम् उपालब्धः इन्द्रं प्राणम् ईश्वरं शरणम् आश्रयं प्रपन्नोभुवं स्वरान् प्रयुञ्जानो अहं स इन्द्रः यत्त वक्तव्यं त्वां प्रति वक्षति स एव देव उत्तरं दास्यति इति एनं ब्रूयात् अथ यदि एनम् ऊष्मसूपालभेत प्रजापतिकं शरणं प्रपन्नोभुं सत्त्वा प्रति प्रेक्षति इति एनं ब्रूयादथ यद्येनकम् स्पर्शेषु बालभेता मृत्युकं शरणं प्रपन्नोभं सत्त्वा प्रतिदक्षति इति एनं ब्रूयाम् अथ यदि एनम् ऊष्मसु तथैव उपालभेत प्रजापतिं शरणं प्रपन्नोभौ सत्त्वा प्रतिप्रेक्षति सञ्चूर्णयिष्यति इति एनं ब्रूया अथ यदि एनं स्पर्शेषु उपालभेत मृत्युं शरणं प्रपन्नोभुवं सत्त्वा प्रतिदक्षति भस्मीकरिष्यति इति एनं ब्रूया सर्वेश्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानि ते सर्व ऊष्माणो अग्रस्त अनिरस्त विवृत वक्तव्यहं प्रजापतेः आत्मानं परिददानि ते सर्वे स्पर्शालेशेन अनभिनीत वक्तव्या मृत्योः आत्मानं परिहराणि ते यतः इन्द्रादि आत्मानः स्वरादयः अतः सर्वे स्वराः घोषवन्तः बलवन्तो वक्तव्यः तथा अहम् इन्द्रे बलं ददानि बलम् आदधानि इति तथा सर्वे ऊष्माणः अग्रस्ताः अन्तरप्रविष्टाः अनिरस्ताः बहिः अप्रक्षिप्ताः विवृताः विवृतप्रयत्नभेताः प्रजापतेः आत्मानं प्रतिददानि प्रयच्छानि इति सर्वे स्पर्शाः लेशेन शनकैः अनभिनीताः अनभिनिक्षिप्ताः वक्तव्यः मृत्युः आत्मानं बालानिव शनकैः परिहरन् मृत्योः आत्मानं परिहराणि इति द्वाविंशखण्डभाष्यं त्रयोविंशखण्डः त्रयोधर्मस्कन्धा यज्ञमध्ययनं दानमिति प्रथमः तप एव द्वितीयो ब्रह्मचारी आचार्यकुलवासी तृतीयो अत्यन्तम् आत्मानमाचार्यकुले अवसादयम् सर्व एते पुण्यलोका भवन्ति ब्रह्मसुखं स्वां तत्त्वमेति अस्य उपासनविद्यर्थं त्रयो धर्मस्कन्धाः इत्यादि आरभ्यते नैवं मन्तव्यं सामावेव भूतस्यैव उद्गीतलक्षणोपासनात् फलं प्राप्यते इति किं तर्हि यत्सर्वैरपि सामोपासनैः कर्मभिश्च अप्राप्यं तत्फलम् अमृतत्वं केवलात् प्राप्यते इति तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः त्रयः त्रिसङ्ख्याकाः धर्मस्य स्कन्धः धर्मस्कन्धः धर्मप्रविभागः इत्यर्थः केते इति अहं यज्ञः अग्निहोत्रादिः अध्ययनं सनियमस्य रुगादेः अभ्यासः दानं बहिः वेदि यथाशक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः इति एषः प्रथमः धर्मस्कन्धः गृहस्थसमवेतत्वात् तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते प्रथमः एकः इत्यर्थः द्वितीयतृतीयश्रवणात् न अध्यर्थः तप एव द्वितीयः तप इति कृच्छचान्द्रायणादि तत्त्वान् तापसः परिव्राड्वा न ब्रह्मसंस्थः आश्रमधर्ममात्रसंस्थः ब्रह्मसंस्थस्य तु अमृतत्वश्रवणः द्वितीयः धर्मस्कन्धः ब्रह्मचारी आचार्यकुले वस्तुं शीलम् अस्य इति आचार्यकुलवासि अत्यन्तं यावज्यम् आत्मानं नियमैः आचार्यकुले अवसादयं क्षपयन् देहं तृतीयः धर्मस्कन्धः अत्यन्तम् इत्यादि विशेषणात् नैष्टिकः इति गम्यते उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वात् न पुण्यलोकत्वं ब्रह्मचर्ये सर्वे एते त्रयोपि आश्रमिणः यथोक्तैः धर्मैः पुण्यलोका भवन्ति पुण्यो लोको येषां त इमे पुण्यलोक आश्रमिणो भवन्ति अवशिष्टस्तु अनुक्तः परिव्राट्तयीयः ब्रह्मसंस्थः ब्रह्मणि सम्यक् स्थितः सः अमृतत्वं पुण्यलोकविलक्षणम् अमरणभावम् आत्यन्तिकम् इति न आपेक्षिकं देवादि अमृतत्वात् पुण्यलोकात् पृथक् अमृतत्वस्य विभागकरणः यदि च पुण्यलोक अतिशयमात्रम् अमृतत्वम् अवश्यं तदा पुण्यलोकत्वात् विभक्तं न वक्ष्यते विभक्तोपदेशाच्च आत्यन्तिकम् अमृतत्वमिति गम्यते अत्र च आश्रमधर्मफलोपन्यासः प्रणवसेवास्तुत्यर्थः न तत्फलविद्यर्थः स्तुतये च प्रणवसेवायाः आश्रमधर्मफलविधये च इति विद्येत वाक्यम् तस्मात् स्मृतिप्रसिद्ध आश्रमफलानुवादेन प्रणवसेवाफलम् अमृतत्वं ब्रुवन् प्रणवसेवां स्तौति यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफलः राजवर्मणस्तु सेवा राज्यतुल्यफला इति तद्वत् प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् एतद्येवाक्षरं ब्रह्म एतद्येवाक्षरं परम् इत्यादि आम्नानकाटके युक्तं तत्सेवा तु अमृतत्वम् अत्र आहो केचन चतुर्णाम् आश्रमणाम् अविशेषेण स्वधर्म अनुष्ठानान् पुण्यलोकता इह उक्त ज्ञानवर्जितान् सर्वे एते पुण्यलोका भवन्ति इति न अत्र परिव्राड् अविशेषितः परिव्राजकस्यापि ज्ञानं यमनियमाश्च तप एवेत् तप एव द्वितीयः इत्यत्र तपःशब्देन परिव्राट् तापसः गृहीतः अतः तेषामेव चतुर्णामेव ब्रह्मसंस्थः प्रणवसेवकः सः अमृतत्वमेति इति चतुर्णाम् अधिकृतत्वविशेषः ब्रह्मसंस्थत्वे अप्रतिषेधाच्च स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्थ्योत्पत्तिः न च यववराहादिशब्दवतो ब्रह्मसंस्थशब्दः परिव्राजकेरूढः ब्रह्मणि संस्थितिनिमित्तम् उपादाय प्रवृत्तत्वात् न हि रूढिशब्दः निमित्तम् उपाददति सर्वेषां च ब्रह्मणि स्थितिः उत्पद्यते यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राड् एकविषये सङ्कोचे कारण अभाव निरोद्धम् अयुक्तं न च पारिव्राज्याश्रमधर्ममात्रेण अमृतत्वं ज्ञान अनर्थक्यप्रदङ्गः पारिव्राज्यधर्मयुक्तमेव ज्ञानम् अमृतत्वसाधनमिति चेत् न आश्रमधर्मत्वविशेषः धर्मो वा ज्ञानविशिष्टो अमृतत्वसाधनमिति एतदपि सर्वाश्रमधर्माणाम् अविशिष्टं न न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः नान्येषामिति ज्ञानात् मोक्षेति च सर्वोपनिषदां सिद्धान्तः। तस्मात् यैव ब्रह्मसंस्थः स्वाश्रमविहितधर्मतां सः अमृतत्वमेति इति। न कर्मनिमित्तविद्याप्रत्ययोः विरोधात् कर्ताधिकारकक्रियाफलभेदप्रत्ययत्वं हि निमित्तम् उपादाय इदं कुरु इदं मा कर्ष इति कर्मविधयः प्रवृत्तः। तच्च निमित्तं न शास्त्रकृतं सर्वप्राणिषु दर्शनं सत् एकमेव द्वितीयम् आत्मैवेदं सर्वं ब्रह्मैवेदं सर्वम् इति शास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मवेदिनिमित्तम् अनुपमृत्य न जायते भेदाभेदप्रत्ययो विरोधात्। न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययम् अनुपमृत्य तिमिरापगमे चन्द्रादि एकत्वप्रत्ययः उपजायते विद्या अविद्याप्रत्ययोः विरोधात्। तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्तः स यस्य उपमर्जितः सत् एकमेवाद्वितीयं तत्सत्यं विकारभेदमर्थम् इति एतद्वाक्यप्रमाणजनितेन एकत्वपतेन स सर्वकर्मभ्यो निवृत्तः निमित्तनिवृत्ते स च निवृत्तकर्म ब्रह्मसंस्था उच्यते स च परिव्राडेव अन्यस्य असमिव। अन्यो हि अनिवृत्तभेदप्रत्ययः सः अन्यत् पश्यन् शृण्वन् मन्वान् विजानन् इदं कृत्वा इदं प्राप्नुयामिति हि मन्यते। तस्यैवं कुर्वतो न ब्रह्मसंस्थत वाचारमणमातृविकार अनुताभिसन्धिप्रत्ययवत्त्वात् न च असत्यमिति उपमर्द्यते भेदप्रत्यये सत्यमिदनेन कर्तव्यं मया इति प्रमाणप्रमेयबुद्धिः उत्पद्यते आकाशे इव तलमलबुद्धिः विवेकिनः।